अस्तु, अस्माकं न्यायशास्त्रवर्गे सर्वेषां स्वागतम्। गते सप्ताहे न्यायशास्त्रम् इति विषयस्य किञ्चित् परिचयं प्राप्तवन्तः। अस्माकं पुस्तकम् अस्ति विद्याधरी इति, सर्वेषां पुरतः पुस्तकं वा PDF वा स्यात्। आरम्भे न्यायशास्त्रे कानिचन यन्त्राणि सन्ति, कानिचन यन्त्राणि, तेषां प्रथमं परिचयः भवतु अस्माकम्, अनन्तरं किञ्चित् अभ्यासम् अपि भवतु। तेषां प्रयोगः कः, तस्य मूल्यं किम्, एतस्मिन् विषये वयम् अनन्तरं चर्चां करिष्यामः, अनन्तरं तद् आगच्छति। कानि कानि यन्त्राणि सन्ति इति ज्ञानं, यन्त्राणां परिचयः च प्राप्नुमः चेत् अस्माकं ज्ञानं सुदृढं भवति। तर्हि गते सप्ताहे वयं प्रथमम् आधार आधेयभावव्यवस्थापनम् इति विषये किञ्चित् पठितवन्तः। तत्र यज्ञदत्तः आसने उपविशति, यज्ञदत्तः चिन्तयति अहं भारं स्थापयामि इति, आसनं चिन्तयति अहं भारं वहामि इति। तत्र भारं स्थापयामि इति यद् भावः अस्ति, तत् चिन्ता एव आदेयता अस्ति। भारं वहामि इति यत् चिन्ता आसने अस्ति, तत् चिन्ता अस्ति अधिकरणता अथवा आधारता। यः आश्रितः भवति आधारे अथवा अधिकरणे, सः आधेयः इति वदामः। यथा सुन्दरी बालिका इति वदामः खलु, अत्र सुन्दरी बालिका इति यदा वयं वदामः, तत्र सुन्दरता इति भावः, सुन्दरस्य भावः यत् सुन्दरता इति अस्ति, तद् बालिकायाम् अस्ति। तथैव यज्ञदत्तः आसने अस्ति इति वदामः चेत्, तत्र यज्ञदत्ते आदेयः अस्ति, तत्र आदेयता अस्ति, यज्ञदत्तः आदेयः, यज्ञदत्ते आदेयता अस्ति, आसने अधिकरणता अस्ति। तस्मिन् विषये किञ्चित् पठितवन्तः गते सप्ताहे। तदनन्तरं ससम्बन्धिकशब्दविषये, ससम्बन्धिक पदार्थाः इति, तस्मिन् विषये किञ्चित् पठितवन्तः। यथा पुत्रपिता अस्ति, तत्र पुत्रपिता इति द्वौ शब्दौ ससम्बन्धिकौ स्तः। पुत्रः इति वदामः चेत् पिता कः इति ज्ञातुम् इच्छा, जिज्ञासा भवति। तथैव पिता इति वदामः चेत् पुत्रः कः स्यात् इति प्रश्नः अस्माकं मनसि उदेति। यावत् पिता न जानीमः तावत् पुत्रस्य विषये सम्पूर्णज्ञानं नास्ति। तथैव यावत् पुत्रः न जानीमः तावत् पिता विषये सम्पूर्णज्ञानं नास्ति। तत्र आकांक्षा उदेति पुत्रः कः अथवा पिता कः इति। तदेव अस्ति तत्र ससम्बन्धिक शब्दाः इति। तत्र न्यायशास्त्रे तथा पदार्थानां सम्बन्धः कीदृशः सम्बन्धः अस्ति, तेषां वर्णनं तत्सर्वं भवति। तदेव तत्र ससम्बन्धिकाः पदार्थाः इति उच्यन्ते, तस्मिन् विषये अपि किञ्चित् पठितवन्तः, चर्चितवन्तः। अनन्तरं निष्ठवर्ति इति, तस्य परिचयमपि अभवत्, तयोः परिचयम् अपि अभवत्। यज्ञदत्तः कीदृशः इति प्रश्नः आगच्छति चेत्, उत्तरं उत्तरं किं भवति, कोऽपि वक्तुं शक्नोति वा? आदेयः किल, हा यज्ञदत्तः आदेयः, सत्यं, यज्ञदत्ते आदेयता अस्ति. तर्हि निष्ट अथवा वर्ति इति उपयोगं कृत्वा वदामः चेत् तत्र आदेयतायाः वर्णनं कथं भवति? यज्ञदत्तनिष्ठ अधेयता अथवा यज्ञदत्तवर्ति अधेयता. हा उत्तमम् उत्तमं, तथैव अधिकरणता अथवा आधारतायाः वर्णनं कथं भवति, अन्य कोऽपि वक्तुं शक्नोति वा? आसननिष्ठा अधिकरणता, नो चेत् आसनवर्तिनी अधिकरणता इति. उत्तमम्, आसनवर्तिनी अधिकरणता, नो चेत् समस्त तत्र व्यस्तप्रयोगं कुर्मः चेत् आसनवर्तिनी अधिकरणता, समासप्रयोगः अस्ति चेत् आसनवर्ति अधिकरणता. यदा यज्ञदत्तवर्ति आदेयता इति वदामः, यज्ञदत्तनिष्ठ आदेयता इति वदामः, तथैव समासप्रयोगः कुर्मः चेत् तथा भवति. उत्तमं, तत्र एकः प्रश्नः, तत्र आसननिष्ठा आधारता अथवा आसनवर्तिनी आधारता अपि भवितुम् अर्हति किल? सत्यं सत्यम्, आधारता अधिकरणता इति समानमेव, आसननिष्ठा आधारता आसनवर्धिनी आधारता इत्यपि वक्तुं शक्नुमः. तद्भवति व्यस्तप्रयोगः. समस्तप्रयोगः कुर्मः चेत् तत्र किं भवति, भवान् एव वदतु. आसननिष्ठाधारता आसनवर्ति आधारता. उत्तमम्, आसननिष्ठ आधारता आसनवर्ति आधारता इति भवति. उत्तमम्, अस्तु, एतावत्पर्यन्तं वयं पठितवन्तः. तत्र किमपि अन्य प्रश्नाः सन्ति वा, नो चेत् अग्रे सरामः. अस्तु, तर्हि निरूप्य वदतु महोदय. प्रश्न भ्रमः अस्ति, आसननिष्ठा अधिकरणता इति वा? हा, आसननिष्ठा अधिकरणता इति व्यस्तप्रयोगः. समासं कुर्मः चेत्, समासं कृत्वा वदामः चेत् आसननिष्ठ अधिकरणता इति भवति. आसननिष्ठा अधिकरणता, आसन अधिकरण इत्युक्ते अधिकरणतायाः निष्ठा आसने अस्ति वा? नो, आसने अधिकरणता अस्ति. तत्र पूर्वस्मिन् पुटे पश्यतु, तत्र आसनम् अस्ति, आसने भारं वहामि इति चिन्तनमपि अस्ति. यत्तच्चिन्ता अस्ति तदेव अधिकरणता भवति. तर्हि आसने अधिकरणता अस्ति. अवगतं, निष्ठापि तस्मिन्नेव अस्ति. हा, निष्ठा इत्युक्ते आं तदेव, निष्ठा इत्युक्ते वर्तते इति अर्थं, निष्ठा वर्ति तत् समानपदमेव. अवगतं, धन्यवादः. अस्तु, तर्हि अग्रे सरामः. वर्ति अपि च आधेयता मध्ये अपि उपयोगं कर्तुं शक्नुमः, आधेयतायामपि. आं सत्यं, तत्र आधेयता, आं तत्र अधिकरणता अस्ति आसने, आधेयता अस्ति यज्ञदत्ते. अस्तु, यज्ञदत्तनिष्ठा अपि च यज्ञदत्तवर्ति आधेयता अस्ति. सत्यम्, आसनस्य निष्ठा वर्ति आधारणता अस्ति अथवा अधिकरणता. आसने निष्ठा आधारता, नो चेत् अधिकरणता, यज्ञदत्तनिष्ठा आधेयता. आसनवर्तिनी अधिकरणता समस्तपदं कथं कर्तुं शक्नुमः, आसनवर्ति अधिकरणता. हा सत्यं, तदेव आसनवर्ति अधिकरणता. अस्तु, अनन्तरं निरूप्य निरूपकभावव्यवस्थापनम् इति, तत्र तस्य किञ्चित् स्नीक् प्रिव्यू इव गते सप्ताहे अस्माकं परिचयः अभवत्. निरूपकः इत्युक्ते किम् इति, तत्र यत्र यत्र ससम्बन्धिकशब्दाः सन्ति तत्र निरूप्य निरूपकः निरूपकभावः अस्ति एव. इत्युक्ते यत्र पुत्रपिताविषये वयं चिन्तितवन्तः, तत्र पुत्रः अस्ति चेत् पिता कः इति जिज्ञासा भवति, तथैव पिता अस्ति चेत् पुत्रः कः स्यात् इति अपि प्रश्नः उदेति. तत्र पुत्रस्य ज्ञानं सम्पूर्णं भवति यदा पिता कः इति ज्ञानं भवति चेत्. तर्हि पुत्रस्य निरूपणं भवति पित्रा द्वारा, तथैव पितुः निरूपणं भवति पुत्रस्य पुत्रेण द्वारा, तदेव अस्ति निरूपकः निरूपकः इति. निरूपकः इत्युक्ते किं, तस्य विषये इतोपि अधिकम् अद्य किञ्चित् पठामः. तर्हि इदानीम् आरम्भं कुर्मः. बालसुब्रह्मण्यमहोदय, भवान् पठति वा? निरूप्य निरूपकभावव्यवस्थापनं. तत्र लोके निरूपकः इत्यनेन यः वदति सः बोध्यते, यस्य विषये उच्यते सः निरूप्यः. तत्र साम्प्रदायिकम् उदाहरणं यथा व्यासः कृष्णकथां निरूपयति इति. सो निरूपकः व्यासः निरूपकता कृष्णकथा निरूप्य निरूप्यता. अत्र यदा चित्रे तथा शरः उपरि गच्छति चेत् तत्र व्यासे निरूपकता अस्ति इति, तत्र तदेव अस्माकं पद्धतिः अस्ति. अस्तु, भवान् वदति वा यदा नामकरणमेव निरूपकः यः वदति यः निरूपणं करोति निरूपकः बोध्यते इति उक्तं. यस्य विषये निरूपकः सम्भवति सः निरूप्यः. उत्तमम्, अति उत्तमं. तत्र यदा उदाहरणं पश्यामः चेत् व्यासः कृष्णकथां निरूपयति, तत्र व्यासः निरूपकः अस्ति. किमर्थं चेत् सः एव कृष्णकथां निरूपयति, तत्र यः वर्णनं करोति सः निरूपकः अस्ति. यस्य वर्णनं क्रियते सः निरूप्यः. अत्र व्यासः निरूपकः, सः कृष्णकथां निरूपयति इति कारणात् निरूप्या अस्ति कृष्णकथा. अस्तु, अग्रे पठतु महोदय, भवानेव पठतु. अत्रापि पूर्ववत् निष्ठपदप्रयोगेन व्यासनिष्ठनिरूपकता निरूप्यता तु कृष्णकथानिष्ठा इति निरूपणं भवति. तदेव, तत्र यदा तत्रैव शरः उपरि गच्छति चेत् तत्र निष्ठा नो अथवा वर्ति इति उपयोगं कर्तुं शक्नुमः. तत्र व्यासनिष्ठनिरूपकता कृष्णकथानिष्ठा निरूप्यता. भवान् वर्ति इति उपयोगं कुर्मः चेत् कथा भवति, भवान् वदति वा? व्यासे वर्तिनी निरूपकता कृष्णकथया वर्तिनी निरूप्यता. तत्र व्यासवर्तिनी निरूपकता, नो चेत् व्यासवर्ति निरूपकता कृष्णकथावर्ति निरूप्यता. उत्तमं, कृष्णकथावर्ति निरूप्यता इति उत्तमम्. पवन् महोदय, भवान् अग्रे पठति वा? कस्यापि प्रश्नः अस्ति वा? निरूपक निरूप्य इति भावे निष्ठा इति शब्दस्य निष्ठा इति शब्दम् उपयुज्य क कथं वदामः? तत्र निष्ठा इत्युक्ते किं? निष्ठा इत्युक्ते तत्र वर्तते इति एव अर्थः. वर्तते इति तत्र व्यासे निरूपकता अस्ति इति यदा वदामः तदेव अस्ति निष्ठा इति पदस्य अर्थः. तर्हि व्यासे निरूपकता अस्ति इति वदामः खलु, तर्हि व्यासनिष्ठनिरूपकता. अथवा व्यासवर्ती निरूपकता. अवगतं वा भवता? धन्यवादः. सुपवन् महोदय अग्रे पठति वा? अस्तु भगिनि. अस्मिन् उदाहरणे व्यास एव निरूपकः, कृष्णकथा च निरूप्या एव, परन्तु आधारता आधेयता च इति अनयोः परस्परं निरूपकता निरूप्यता च भवति. आधेयता केन निरूपिता इति प्रश्न इव अधिकरणता केन निरूपिता इति प्रश्नोऽपि खलु तुल्यः. अतः उभयोः परस्परं निरूप्यनिरूपः निरूपकभावः भवति. वदतु महोदय. अस्मिन् उदाहरणे तु तत्र सम्यक् दत्तं, व्यासः एव निरूपकः अपि च कृष्णकथा निरूप्या इति, परन्तु तयोः अध्येता आधारता यदि निर्णयं करणीयं चेत् तत्र केन निरूपिणा इति, केन निरूपिता इति प्रश्नः भवति चेत् अधिकरणता भवति. केन निरूपिता इति प्रश्न, आधेयता केन निरूपिता अपि च आधारणता केन निरूपिता इति प्रश्नः कुर्यामश्चेत् तत्र उत्तरं निरूपकता निरूप्यता अपि अवगन्तुं शक्नुमः इति उदाहरणे. अतः उभयोः परस्परं निरूप्यनिरूपकभावः भवति. यदि वयं पृच्छामः व्यासः केन निरूपिता इति, तत्र व्यासः किं निरूपितवान् इति आगच्छति वा तत्र प्रश्नः किं भवति? हा सत्यं, तदेव तत्र अस्मिन् उदाहरणे पश्यामः चेत् व्यासः कृष्णकथां निरूपयति इति अस्ति खलु, तत्र व्यासः एव निरूपकः अस्ति. तत्र कृष्णकथा भवति निरूप्या, तर्हि तत्र कृष्णकथा केन निरूपिता इति प्रश्नः उदेति चेत् व्यासेन इति वक्तुं शक्नुमः. सत्यं, परन्तु तत्र व्यासः एव निरूपकः अस्ति, कृष्णकथा भवति निरूप्या, विपरीतदिश्यां वक्तुं न शक्नुमः. तत्र व्यासः निरूप्या अस्ति, कृष्णकथा निरूपकः इति वक्तुं शक्नुमः. किमर्थं चेत् कृष्णकथा व्यासं न निरूपयति, व्यासः एव कृष्णकथां निरूपयति. परन्तु तत्र आधारता आदेयता इति पश्यामः चेत् अस्तु, पुत्रः पिता इति उदाहरणं पश्यामः, पुत्रः पिता इति उदाहरणं पश्यामः चेत् तत्र पुत्रः पितरं निरूपयति, तथैव पिता पुत्रं निरूपयति. तर्हि तत्र चरः विपरीतदिश्यामपि गच्छति. अस्तु अस्तु, तर्हि तत्र परस्पर सम्बन्धः अस्ति. तत्र सम्बन्धः एकस्मिन्नेव दिश्याम् इति नास्ति. अस्तु, तथैव भवति आदेयता अधिकरणता इति. तत्र षष्टमचित्रं पश्यतु, यद् उपरि अस्ति, तत्र पश्यामः चेत् आदेयता तः अधिकरणतापर्यन्तं शरः गच्छति खलु, तत्र अपि निरूपकः इति अस्ति. अधोभागे अधिकरणतातः आधेयतापर्यन्तं शरः गच्छति, तत्रापि निरूपकः इति अस्ति. इत्युक्ते परस्परनिरूपकनिरूप्यभावः अस्ति इति अर्थम् अत्र. आधेयता इति अस्ति चेत् आधेयतायाः निरूपणं भवति अधिकरणताद्वारा, तथैव अधिकरणतायाः निरूपणं भवति आधेयता द्वारा. अस्तु, तर्हि अत्र आधेयता अथवा अधिकरणता यदि जाननीयं चेत् तत्र केन अधेयता निरूपिता अपि च केन अधिकरणता निरूपिता इति प्रश्नः पृच्छामश्चेत् उत्तरम् आगच्छति इति वा प्रश्नः तत्र? हा सत्यं, तत्र अधेयता नो चेत् अधिकरणता इति विषये अस्माकं ज्ञानम् आवश्यकं चेत् तत्र अस्माभिः ज्ञातव्यं चेत् तत्र अधेयता अस्ति चेत् तत्र अवश्यम् अधिकरणता अस्ति एव, तथैव तत्र अधिकरणता अस्ति चेत् तत्र अवश्यम् अधेयता अस्ति एव. तर्हि तथा अस्माकं ज्ञानं भवति. यदा पुत्र पिता विषये चिन्तयतु, तत्र पुत्रः अस्ति चेत् पिता अवश्यम् अस्ति खलु, तत्र पुत्रः एषः पुत्रः इति वदामः चेत् तत्र कस्य पुत्रः इति प्रश्नः उदेति. यदा वयं कस्य पुत्रः इति प्रश्नस्य उत्तरं जानीमः तस्मिन् समये एव तस्य ज्ञानं सम्पूर्णं भवति. तथैव एषः पिता इति कोऽपि वदति चेत् तत्र कस्य पिता इति प्रश्नः उदेति. तत्र परस्परसम्बन्धः अस्ति, तर्हि परस्पर तत्र निरूप्य निरूपकभावः अस्ति. परन्तु चिन्तयतु, व्यासः अस्ति इति वदामः चेत् तत्र कोऽपि न पृच्छति किं लिखितवान् इति न पृच्छति. इति सत्यं, व्यासः किं लिखितवान् वा व्यासः किं निरूपयति इति प्रश्नः न उदेति. परन्तु एषा कृष्णकथा इति अस्ति चेत् कः लिखितवान् इति प्रश्नः आगच्छति. तर्हि तदर्थं तत्र निरूपकता निरूप्यता केवलं व्यासे निरूपकता कृष्णकथायां निरूप्यता इति अस्ति. परन्तु यत्र आदेयता अधिकरणता अस्ति तत्र तथा नास्ति, विपरीतदिश्यामपि निरूप्य निरूपकः भावः गच्छति. अस्तु, एतत् अस्तु, एतत् चित्रं दृष्ट्वा भवान् किञ्चित् प्रयासं करोति वा, तत्र प्रयत्नं करोति वा, तत्र सप्तमचित्रं दृष्ट्वा प्रयत्नं करोमि. तत्र आसनं यज्ञदत्तः इति दत्तं, तत्र पूर्वं ज्ञातवन्तः आसनं तस्मिन् अधिकरणता अस्ति, अपि च यज्ञदत्ते आधीयता अस्ति इति ज्ञातवन्तः. निष्ठा अपि च वर्तीति अस्ति इति जानीमः. निरूपिता निरूपिका तत्र किमस्ति, यज्ञदत्तः अत्र निरूप्यः निरूप्यः अस्ति. यज्ञदत्त तत्र शरः कुत्र गच्छति, यज्ञदत्तः वा आदेयतः वा? शरः तु यज्ञदत्तः इति गच्छति. न, तत्र पश्यतु, आसन यद् भवान् उक्तवान् तत् सम्यक्, आसने निष्ठ अधिकरणता अस्ति. अधिकरणता आदेयतां निरूपयति. अस्तु, आदेयतायाः आश्रयः अस्ति यज्ञदत्तः. इत्युक्ते तत्र वयं इतः पूर्वं शरः उपरि दिशयां गच्छति चेत् तत्र निष्ठ अथवा वर्ति इति पठितवन्तः. शरः अधः गच्छति चेत् तत्र वान् इत्युक्ते मतु प्रयोगः, तत्र अस्य वा इति अर्थे तत्र वान् इति, अथवा आश्रयः इति अपि वक्तुं शक्नुमः. इत्युक्ते आदेयतायाः आश्रयः यज्ञदत्तः, नो चेत् आदेयतावान् यज्ञदत्तः. अस्तु अस्तु, तर्हि यद् अधोभागे लिखितमस्ति तत् पठतु महोदय. इह ततः वा भगिनि? आम्, इह यज्ञदत्तः आधेयतावान् इति वक्तुम् आश्रय इति पदमुपकरोति, तथा च आसननिष्ठ अधिकरणता निरूपित आधेयताश्रयः यज्ञदत्तः इति. यज्ञदत्तनिष्ठ आधेयता निरूपित अधिकरणताश्रयः आसनम् इति उभयं साधु. अस्तु महोदय, अत्र अत्र अत्र स्थगयतु किञ्चित्. अस्तु, तत्र दीर्घं पदमस्ति खलु, आसननिष्ठ अधिकरणता निरूपित आदेयता आश्रयः इति. आम् तत्र पश्यतु, तदेव भवान् उक्तवान् तत्र प्रथमं चित्रं दृष्ट्वा तत्र आसने निष्ठा इति आसननिष्ठ आसननिष्ठ अधिकरणता तद्वयं पूर्वं दृष्टवन्तः. तत्र आसननिष्ठ अधिकरणता नो चेत् आसनवर्ती अधिकरणता इति आसननिष्ठ अधिकरणता आसननिष्ठ अधिकरणतया निरूपिता आधेयता इति आसननिष्ठ अधिकरणता तया निरूपिता आधेयता तत्र समासं कृत्वा आसननिष्ठ अधिकरणता निरूपित आधेयता इति भवति. आधेयतायाः आश्रयः यज्ञदत्तः तत्र पुनः समासं कृत्वा आसननिष्ठ अधिकरणता निरूपित आधेयताश्रयः यज्ञदत्तः. पुनः अस्ति यज्ञदत्तनिष्ठ आधेयता निरूपित अधिकरणता आश्रयः आसनम् इति द्वितीय चित्रं दर्शयति इति चिन्तयामि तत्र. आम् अत्र प्रथमम् अस्ति यज्ञदत्तः. यज्ञदत्तः कीदृशः इति प्रश्नः उदेति चेत् तत्र उत्तरमस्ति आसननिष्ठ अधिकरणता निरूपित आदेयताश्रयः आदेयतावान् यज्ञदत्तः इति. तथैव आसनं वदतु महोदय. कीदृशी आसनं कीदृशी इति पृच्छामश्चेत् तत्र वदामः यज्ञदत्तनिष्ठ आदेयता निरूपित अधिकरणतावत् आसनम् अथवा अधिकरणता आश्रयः आसनम् इति. सत्यं सत्यं. तत्र तत्र मनसि स्यात् तत्र तत्र भावः अस्ति खलु तत्र निरूप्यनिरूपकः भावः अस्ति आधार आदेयभावः अस्ति तत्सर्वं सम्यक्तया अवगच्छामः चेत् तत् चित्रं दृष्ट्वा सुलभतया वक्तुं शक्नुमः. तत्र अपि च एतत् वारं वारम् आगच्छति न्यायशास्त्रे एतत् तत्र निरूपिकभावः अनन्तरम् आदेयता अधिकरणता एतत् सर्वं तर्हि तत्र किञ्चित् सम्यक्तया अवगच्छामः चेत् अग्रे यदा एतस्मिन् विषये पठिष्यामः तस्मिन् समये तत् लाभाय भवति भविष्यति. अस्तु तत्र प्रश्नः अस्ति वा तत्र तत्र किञ्चित् पश्यामः तत्र आसने निष्ठ अधिकरणता इति अस्ति तदेव आसननिष्ठ इति तत्र आसने निष्ठ भवति आसननिष्ठ तद् समा तत् समासविषये कोऽपि वक्तुं शक्नोति वा तत् कीदृशः समासः इति. न आसननिष्ठ इति आसने निष्ठ आसननिष्ठ भवति खलु सत्यं सप्तमी तत्पुरुषसमासः भवति. अनन्तरम् आसननिष्ठा अधिकरणता इति अस्ति तत्र कर्मधारयः सत्यं तत्र विशेषणविशेषे भावः अस्ति तर्हि आसननिष्ठ अधिकरणता इति कर्मधारेः समासः भवति. आसननिष्ठ अधिकरणता तया निरूपित आदेयता इति अस्ति तर्हि तत्र तया निरूपित तत्र समासः तृतीया तत्पुरुष उत्तमम् उत्तमम्. आसननिष्ठ अधिकरणतया निरूपित तृतीया तत्पुरुषः अनन्तरम् आसननिष्ठ अधिकरणता निरूपित पुनः कर्मधारयः सत्यं तत्रापि विशेष्य विशेषणविशेष्यभावः अस्ति आसननिष्ठ अधिकरणता निरूपित आदेयता आदेयताश्रयः तत्र आदेयतायाः आश्रयः खलु षष्टितत्पुरुषः उत्तमम्. आदेयतायाः आश्रयः यज्ञदत्तः, तथैव यज्ञदत्तनिष्ठ आदेयतानिरूपित अधिकरणताश्रयः आसनम् इति उभयं साधु. इत्युक्ते तत्र आसनं कीदृशम् इति प्रश्नः अस्ति चेत् यज्ञदत्तः इति तस्मात् आरम्भं कृत्वा आसनपर्यन्तं गन्तुं शक्नुमः. आसनं कीदृशम् इति प्रश्नः अस्ति चेत् यज्ञदत्तः कीदृशः इति प्रश्नः अस्ति चेत् आसनात् आरम्भं कृत्वा यज्ञदत्तः पर्यन्तं गन्तुं शक्नुमः. तत्र उभयमपि साधु. किमर्थं चेत् तत्र आदेयता अधिकरणतायाः तत्र परस्पर निरूप्यनिरूपकभावः अस्ति. अवगच्छन्ति वा? यदि एवमेव तत्र व्यासकृष्णकथा कृष्णकथे कथाविषये वदामश्चेत् तत्र शरः तत्र शरद्वयमपि उपरि गच्छति. व्यास निरूपकः व्यासः तः निरूपकतापर्यन्तं गच्छति, अपि च कृष्णकथा आरभ्य निरूप्यतापर्यन्तं गच्छति. तर्हि तत्र कथं वा वक्तुं शक्नुमः व्यासनिष्ठ निरूपकता इति वक्तुं शक्नुमः, परन्तु तस्मात् निरूप्यता वक्तुं शक्नुमः वा? न, तत्र पश्यतु, तत्र व्यासनिष्ठनिरूपकता अस्ति. निरूपकता तद् निरूपकता निरूप्यं निरूपयति कृष्णकथाम्. अस्तु, तर्हि तत्र विपरीतदिश्यां शरः न गच्छति. तर्हि केवलं व्यासनिष्ठनिरूपकता तया निरूपिता कृष्णकथा इति एव तया निरूपिता निरूप्यता तद् निरूप्यता कृष्णकथायाम् अस्ति इति एव वक्तुं शक्नुमः. परन्तु कृष्णकथा आरभ्य तथा वक्तुं न शक्नुमः. इत्युक्ते तस्मिन् परस्परसम्बन्धः नास्ति किल? हा, तत्र परस्परसम्बन्धः नास्ति. तत्र केवलं व्यास तत्र सम्बन्धः एकदिश्यामेव अस्ति. अस्तु, अवगतं, धन्यवादः. अस्तु, अग्रे सरामः वा? प्रश्नः अस्ति वा? अस्तु, पवन्. अस्तु, राजी भगिनी अग्रे वा? आं भगिनि. एवं च निरूप्यनिरूपकसम्बन्धः ज्ञातश्चेत् आधारादेयसम्बन्धः अपि ज्ञायते. तथा च प्रकृतेपि द्रव्यगुणः तिष्ठति इत्यत्र आधार आधेयभावः सुज्ञेयः. अस्तु, वदतु भगिनि. निरूप्यनिरूपकसम्बन्धः ज्ञातः चेत् आधार आधेयसम्बन्धः अपि ज्ञायते इति यज्ञदत्तः यज्ञदग्निष्ठ आधेयता निरूपित अस्ति चेत् अस्ति न भगिनि. अस्तु, चिन्ता नास्ति भगिनि, चिन्ता नास्ति. तत्र निरूप्यनिरूपकसम्बन्धः इत्युक्ते निरूप्यनिरूपकभावः ज्ञातः चेत् आधार आधेयभावः अपि ज्ञायते इति अस्ति. इत्युक्ते तत्र निरूप्यनिरूपकभावः इति यदस्ति तत् किञ्चित् बृहत् विषयः अस्ति. तत्र उपविषयः अस्ति आधार आधेयसम्बन्धः इति. तत्र निरूप्यनिरूपकभावः इति आधार आधेय प्रसङ्गे अपि आगच्छति, अन्यप्रसङ्गे अपि आगच्छति. यथा कार्यकारणम् इति वदामः चेत् तत्र यदा कार्यं भवति तत्र कार्यं भवति चेत् तत्र कारणम् अपि अस्ति, तत्र कार्ये कार्यता अस्ति, कारणे कारणता अस्ति इति न्यायशास्त्रे वदामः. तत्र यदा तत्र कारणता अपि च कार्यता अस्ति चेत् तत्रापि निरूप्यनिरूपकभावः इति आगच्छति. इत्युक्ते तत्र अन्यस्थलेषु अपि निरूप्यनिरूपकसम्बन्धः इति भवति. तर्हि निरूप्यनिरूपकसम्बन्धविषये अवगच्छामः चेत् तत्र उपविषयः यदस्ति आधार आदेयभावः इति, तस्य ज्ञानमपि भवति इति अर्थः. इत्युक्ते तत्र बृहत् विषयः अस्ति निरूप्यनिरूपकसम्बन्धः, आधारादेयः लघुविषयः अस्ति, बृहत् विषयस्य ज्ञानं भवति चेत् लघुविषयस्य ज्ञानम् अपि भवति. तथैव अस्तु. तथा च प्रकृतेपि द्रव्ये गुणः तिष्ठति इत्यत्र आधार आधेयभावः सुज्ञेयः. चित्रं पश्यामः चेत् द्रव्यं द्रव्ये निष्ठा अधिकरणता अधिकरणतायाः निरूपितः आधेयता आधेयतावान् गुणः. उत्तमं. गुण आधेयता आश्रयः गुणः अपि वक्तुं शक्नुमः. उत्तमं. द्रव्य आधेयता द्रव्यनिष्ठ अधिकरणता निरूपित आधेयतवान् इति आधेयतावान् किल. सत्यं, तत्र आधेयतावान् गुणः. तत्र द्वितीयचित्रम् अपि प्रयत्नं करोति वा? आम्. गुणः गुणे निष्ठः गुणनिष्ठे आधेयता आधेयता निरूपिता अधिकरणता अधिकरणतावत् द्रव्यम्. उत्तमं. तत्र प्रकृते इत्युक्ते तत्र यदस्माकं मूलविषयमस्ति, तत्र यज्ञदत्तः आसनम् इति अस्माकं मूलविषयः नास्ति खलु. तत्र वयम् आरम्भे यद् दृष्टवन्तः तत्र सप्तपदार्थाः सन्ति इति वयं तत्र आरम्भं कृतवन्तः. तत्र द्रव्ये गुणः अस्ति इति एव दृष्टवन्तः. तत्र द्रव्यम् इति अस्ति चेत् द्रव्ये गुणः वर्तते इति द्रव्यम् इति उक्तवन्तः. तु तत्रापि तथा आधार आधेयभावः अस्ति इति वयं सुलभतया ज्ञातुं शक्नुमः. यतोहि वयम् इदानीम् आधार आधेयसम्बन्धविषये ज्ञानं प्राप्तवन्तः खलु. तर्हि तत्र अस्माकं मूलविषयमस्ति तत्र द्रव्यनिष्ठ अधिकरणता निरूपित आधेयतावान् गुणः, नो चेत् द्रव्यनिष्ठ गुणनिष्ठ आधेयता निरूपित अधिकरणतावत् द्रव्यम्. उत्तमं. तत्र गुणनिष्ठ न तु गुणः निष्ठ, गुणनिष्ठ तत्र समस्तपदमस्ति खलु. गुणनिष्ठ आधेयता निरूपित अधिकरणतावत् अथवा अधिकरणताश्रयः द्रव्यम्. द्रव्यम् अस्तु. उत्तमम्. अत्र किमपि प्रश्नः अस्ति. तत्र निरूप्यनिरूपक भावः सम्बन्धः इति जानीमश्चेत् व्यासः निरूपकः कृष्णकथा निरूप्या इति जानीमश्चेत् तत्र कः आधारः का आधेयः इति ज्ञातुं शक्नुमः इति सूचयति वा एतत् वाक्यं? तथा नास्ति. तत्र तत्र व्यासः कृष्णकथा इति यद्वाक्यमस्ति तत्र निरूपकनिरूप्यम् इति अस्ति. तत्र यदा वयं निरूपकनिरूप्यविषये वदामः तत् केवलम् आधार आधेयविषये इति न इति तत्र किञ्चित् सूपर्सेट् इति चिन्तयतु. तत्र निरूप्यनिरूपकः इति सूपर्सेट् अस्ति, तत्र सब्सेट् इव अस्ति आधार आधेयसम्बन्धः इति. तर्हि वयं यद्बृहत् विषयः अस्ति तस्य ज्ञानं प्राप्नुमः चेत् तत्र लघुविषयम् यत् तस्मिन्नेव अस्ति तस्य विषये तस्य ज्ञानमपि प्राप्नुमः खलु. तदेव अस्ति तत्र व्यासः कृष्णकथा इति विषये पश्यामः चेत् तत्र व्यासे निरूपकथा अस्ति, कृष्णकथायां निरूप्य अस्ति. व्यासः कृष्णकथां निरूपयति इत्युक्ते व्यासः कृष्णकथायाः वर्णनं करोति. तत्र केवलं निरूप्य निरूपकभाव अवगमनार्थमेव तदस्ति. तथैव तत्र अधिकरणता आदेयता इति तत्र उदाहरणरूपेण तदस्ति. तथैव अधिकरणता आदेयता इति विषये चिन्तयामः चेत् तत्र अधिकरणता निरूपयति आदेयता, आदेयताम् आदेयता निरूपयति अधिकरणताम्. अस्तु, धन्यवादः. अस्तु, अग्रे सरामः. रामप्रिया भगिनी भवती पठति वा? आं भगिनि. एवं सति द्रव्यं प्रथमतः कुतः निर्दिष्टम् इत्यस्य समाधानम् इतरे सर्वे अपि द्रव्यम् आश्रित्य तिष्ठन्ति इति यदुक्तं तदपि स्पष्टम्. द्रव्यं प्रथमतः कुतः निर्दिष्टम्, किमर्थं निर्दिष्टं द्रव्यम् इत्यस्य समाधानं द्रव्यम् आश्रित्य एव अहं वक्तुं शक्यते इति स्पष्टम् अस्ति. द्रव्यम् आश्रित्य कः अस्ति, तद् कः तिष्ठन् गुणः, गुणः अस्ति. सत्यं, तत्र तिष्ठन्ति इति अस्ति खलु, तत्र केवलं गुणः इति न, अन्य सर्वे पदार्थाः द्रव्यमाश्रित्य एव तिष्ठन्ति. तत्र अग्रिमपुटे चित्रं पश्यतु. तदर्थस्तु इदानीम् इत्थं फलितः द्रव्यं गुणः, द्रव्यम् आश्रित्य कर्म, द्रव्यमाश्रित्य सामान्यं, द्रव्यमाश्रित्य विशेषः, द्रव्यमाश्रित्य समवायः, द्रव्यमाश्रित्य अभावः. उत्तमं, तर्हि तत्र तानि नवद्रव्याणि सङ्ग्रहकारेण निर्दिष्टानि पृथिव्यादीनि. एकक्षणं भगिनि, एकक्षणं, यद् भवती पठितवती तस्य किञ्चित् प्रतिपादनं करोतु, अनन्तरम् अग्रे सरामः. द्रव्यस्य आश्रयं द्रव्यं गुणः आश्रितं करोति, द्रव्यम् आश्रित्य गुणः. नवद्रव्याणि सङ्ग्रहकारेण निर्दिष्टानि पृथिव्यादीनि, सङ्ग्रहकारेण. अस्तु अस्तु, तत्र प्रथमं वयं सप्तपदार्थाः इति दृष्टवन्तः खलु. तत्र तृतीयपुटे पश्यामः चेत् द्रव्यगुणकर्मसामान्यविशेषसमवायाभावः अभावाः सप्तपदार्थाः इति सन्ति. तत्र द्रव्यम् इति प्रथमम् अस्ति, तत्र प्रश्नः अस्ति किमर्थं द्रव्यं प्रथमम् अस्ति इति. तस्य उत्तरम् अस्ति तत्र सर्वे अपि पदार्थाः द्रव्यमाश्रित्य तिष्ठन्ति इति कारणात् द्रव्यं प्रथमम् अस्ति. तत्र द्रव्यमाश्रित्य एव गुणः, द्रव्यमाश्रित्य एव कर्म, द्रव्यमाश्रित्य एव सामान्यं, द्रव्यमाश्रित्य एव विशेषः, समवायः, अभावः. अभावः तदर्थं तत्र प्रथमं द्रव्यम् अस्ति इति तत्र पदार्थाः विषये अभवत्. इदानीं प्रथमपदार्थाः द्रव्यमिति वयं ज्ञातवन्तः. तर्हि द्रव्यविषये किञ्चित् तत्र दत्तमस्ति. तत्र एतत् सर्वं केवलं यदा वयं पूर्वं यदा अहं पूर्वम् उक्तवती एतत् सर्वं केवलं परिचयः एव. इदानीम् एतस्मिन् विषये प्रत्येक प्रत्येकद्रव्यविषये प्रत्येकं प्रत्येकगुणः विषये अपि वयम् अनन्तरं विस्ताररूपेण चर्चां करिष्यामः. इदानीं केवलं नामधेयमेव अत्र भवति. अस्तु, तर्हि तत्र तानि नवद्रव्याणि सङ्ग्रहकारेण इत्युक्ते सङ्ग्रहकारः यः तर्कसङ्ग्रहः लिखितवान् सः तेन निर्दिष्टानि पृथिव्यादीनि, पृथिवी आरभ्य तत्र नवद्रव्याणि निर्दिष्टवान् इति. मनः पर्यन्तं. क्षम्यता, मनः पर्यन्तम्. आम् सत्यं, मनः पर्यन्तं. आम् आम्, तत् अस्माकं प्रथमपुटे एव अस्ति. अत्र पृथ्वी, जलं, तेजः, वायुः, आकाशः, कालः, दिक्, आत्मा, मनः. अस्तु, अग्रे इतोपि एकं वाक्यमस्ति खलु भगिनी, तदपि पठतु. तथा च सङ्ग्रहः तत्र द्रव्याणि पृथिव्याप्तो व्याप्ते अवकाश कालादिगात्ममनांसि न एव नैवैव इति. पृथिवी व्याप्त न पृथिवी यप् तत्र यण् सन्धि खलु पृथिवी अप्त अप् इत्युक्ते जलं पृथिवी जलम् तेजो तेजः वायुः आकाशः. एकक्षणं रामप्रिया भगिनी प्रयत्नं इदानीं प्रयत्नं कुर्वन्ती अस्ति. तर्हि अन्य किञ्चित् वयं तूष्णीं तिष्ठामः चेत् तस्याः कृते प्रायः किञ्चित् सुलभं भवति इति चिन्तयामि. क्षम्यतां. क्षम्यतां, चिन्ता नास्ति भगिनी. तत्र प्रतिध्वनिः आगच्छति, तर्हि सर्वेषां कृते अपि किञ्चित् कष्टकरं स्यात् तदर्थमेव. रामप्रिया भगिनी वदतु. क्षम्यतां. पृथिवी भगिनी जलं वायुः तेजः वायुः आकाशः वायुः न तत्र पृथक् कृत्वा पठामः चेत् तत्र केवलं वायु आकाश कालादि न काल आदिय काल न काल दिक् कालदिक् दिशा कालदिक् आत्मा मनांसि. उत्तमम्. आत्मा मनांसि नव एव इति. नव एव इति इति तत्र नवद्रव्याणि सन्ति इति. सन्ति इति. ततः रामदास महोदय अग्रे पठति वा? आम् पठामि. ततः गुणान् विभजते रूपरसगन्धस्पर्शसङ्ख्या परिमाणपृथक् क्षम्यतां तत्र मुद्रणं किञ्चित् पृथक् तव संयोग पृथक्त्व क्षम्यतां पृथक्त्वसंयोगविभाग परत्वापरत्व गुरुत्व द्रव्य द्रवत्व स्नेह शब्द बुद्धि सुख दुःखे छाद्वे सुख दुःख इच्छा द्वेष प्रयत्न धर्म अधर्म संस्काराः चतुर्विंशतिगुणाः इति. केचन दार्शनिकाः कर्म इति पदार्थं नाङ्गीकुर्वन्ति, अतः कर्मणि अस्ति विवादः. न तथा गुणेषु. गुणानां यथा विषये विवादसत्त्वे अपि गुणः अतिरिक्तपदार्थः वर्तते न वा इति नास्ति विवादः. अतः गुणकर्मणोः मध्ये गुणा एव द्रव्यनिर्देशोत्तरं निर्दिष्टाः. उत्तमं, वदति वा? तत्र गुणाः के इति दत्तवन्तः, तत्र रूप रसगन्धस्पर्श इत्यादीनि. तत्र केचन दार्शनिकाः कर्म इति पदार्थं न अङ्गीकुर्वन्ति, अतः तत्र विवादः अस्ति. परन्तु एते गुणाः, क्षम्यताम्, एषु गुणेषु किमपि विवादः नास्ति. गुणानां विवादसत्त्वेपि गुणः अतिरिक्तपदार्थः. तत्र गुणः पदार्थः अस्ति वा इति न कश्चित् विवादः वर्तते. अतः गुण क्षम्यताम् तत्र अन्तिमवाक्यस्य अर्थं न अवगतवान्. अतः गुणकर्मणोः मध्ये गुणः एव द्रव्यनिर्देशोत्तरं निर्दिष्टाः. अस्तु, चिन्ता नास्ति, अहं वदामि. तत्र प्रथमं केवलं तत्र श्रेणीकरणम् अस्ति. तत्र यदा महोदयेन उक्तं तथा तत्र गुणाः के के इति तत्र केवलं नामधेयमस्ति. तत्र गुणानां परिचयः एव, अनन्तरं तस्य निरूपणं भवति. तर्हि तत्र षड्दर्शनानि सन्ति इति वयं पूर्वं चर्चितवन्तः. तत्र अन्य दर्शनशास्त्रेषु तत्र कर्म इति पदार्थः वा न वा इति किञ्चित् चर्चा अस्ति, परन्तु गुणविषये तथा चर्चा नास्ति. गुणविषये तत्र गुणः इति पदार्थः अस्ति इति सर्वे अङ्गीकुर्वन्ति. तत्र कति इयत्ता विषये इत्युक्ते कति गुणाः सन्ति इति तत्र एव किञ्चित् विवादः अस्ति. तत्र न्यायशास्त्रे चतुर्विंशतिगुणाः सन्ति इति वदामः, परन्तु अन्येषु शास्त्रेषु तत्र चतुर्विंशति इति न, परन्तु अन्य सङ्ख्या किमपि अस्ति. तत्र तथा कति गुणाः सन्ति इति विषये किञ्चित् विवादः अस्ति, परन्तु गुणः इति पदार्थः अस्ति वा न वा इति विषये तत्र विवादः नास्ति. सर्वे दार्शनिकाः तत्र गुणः इति पदार्थः अस्ति इति अङ्गीकुर्वन्ति. तदर्थमेव गुणकर्मणोः तत्र पवन् महोदयः पृष्टवान् इति चिन्तयामि गतसप्ताहे अपि, किमर्थं द्रव्य अनन्तरं गुणः इति आगच्छति न तु कर्म इति. तस्य प्रश्नस्य उत्तरम् अत्र अस्ति. तदर्थमेव तत्र गुणकर्मणोः मध्ये गुणः इति पदार्थः एव द्रव्यस्य अनन्तरम् आगच्छति न तु कर्म. किमर्थं चेत् तत्र गुणविषये चर्चा नास्ति, विवादः नास्ति. कर्मविषये परन्तु विवादः अस्ति. तत्र प्रथमं द्रव्यमस्ति, किमर्थं चेत् द्रव्यमेव सर्वस्य आश्रयम्. अनन्तरं गुणः, किमर्थं चेत् गुणः विषये सर्वे अङ्गीकुर्वन्ति. तदर्थं गुणः द्वितीयः पदार्थः अस्ति. अस्तु भगिनी, अत्र एकः प्रश्नः अस्ति. वदतु महोदय. अतिरिक्तपदार्थः गुणः अतिरिक्तपदार्थः वर्तते न वा? अत्र अतिरिक्तपदार्थः इत्युक्ते तत्र अतिरिक्तपदार्थः इत्युक्ते तत्र गुणः इति पदार्थः अस्ति वा न वा इति तत्र प्रश्नः नास्ति इति. तत्र कर्म इति पदार्थः, कर्म इति पदार्थः अस्ति वा, नो चेत् कर्म कस्मिंश्चित् अन्यपदार्थे अन्तर्भूताः भवितुम् अर्हति वा इति चर्चा अस्ति. परन्तु गुणविषये तादृश तादृशी चर्चा नास्ति. गुणः इति पृथक् पदार्थः इति सर्वे अङ्गीकुर्वन्ति. अत्र अतिरिक्त इत्युक्ते पृथक् अथवा अन्तर्गत इति अर्थः. अतिरिक्त इत्युक्ते किं वदामः, तत्र रिडण्डण्ट् इति वक्तुं शक्नुमः. तत्र अतिरिक्तपदार्थः तत्र तत्र अन्यपदार्थेषु अन्तर्भूतः वा इति, अन्तर्भूतः वा न वा इति तत्र किं विवादः नास्ति. तत्र गुणः इति पृथक् पदार्थः इति सर्वे अङ्गीकुर्वन्ति. धन्यवादः. भगिनी, गुणानां इयत्ता विषये इत्युक्ते किम्? इयत्ता विषये इत्युक्ते, इयत्ता इत्युक्ते कति गुणाः सन्ति इति, गुणानां गणनविषये. तत्र कति गुणाः सन्ति इति विषये तत्र प्रायः चर्चा अस्ति. तत्र न्यायशास्त्रे चतुर्विंशतिगुणाः सन्ति इति तत्र श्रेणीकरणमपि वयं कृतवन्तः खलु. परन्तु अन्यशास्त्रे तथा नास्ति. तत्र कति गुणाः सन्ति इति विषये किञ्चित् चर्चा अस्ति. परन्तु गुणः इति पदार्थः सर्वे अङ्गीकुर्वन्ति. अस्तु, अग्रे सरामः. सुब्रह्मण्यमहोदय, भवान् पठति वा? हा भगिनि. ते च रूपरसगन्ध स्पर्शेत्यादि सङ्ग्रह सङ्ग्रहपङ्क्त्या निरूपिताः. ततः कर्मक्रियानिर्दिष्टा उत्क्षेपणादिग्रन्थेन अग्रे अपि पठतु महोदय. उत्क्षेपणापक्षेपणाकृञ्चन प्रसारणगमनानि पञ्चकर्माणि. पूर्वोक्तानां गुणानां कर्मणां च विस्तृतं विवरणम् अग्रिमे लक्षणप्रकरणे भविष्यति. सम्प्रति नाम्ना सङ्कीर्तनम् एव भवति. तत्र तत्र सर्वे गुणादयः द्रव्ये वर्तन्ते. महोदय, तत्र यत् पठितवान् तस्मिन् विषये किञ्चित् प्रतिपादयतु. प्रथमम् अत्र ते च रूपरसगन्धस्पर्शोत्यादि सङ्ग्रहपङ्क्त्या निरूपिताः. निरूपिताः अत्र सङ्ग्रहपङ्क् अत्र रूपरसगन्धस्पर्श इत्यादि सङ्ग्रहपङ्क्त्या इत्युक्ते अहं न जानामि. तत्र श्रेणीकरणं खलु, तत्र तद् अभवत्. तदनन्तरं तत्र गुणविषये श्रेणीकरणम् अभवत्. प्रथमं सप्तपदार्थाः के इति दृष्टवन्तः. अनन्तरं तत्र प्रथमपदार्थाः पदार्थः अस्ति द्रव्यं. तत्र द्रव्ये द्रव्यमित्युक्ते किं, पृथ्वी, पृथ्वी, जलं, तेजः इति तत् दृष्टवन्तः. तदनन्तरं गुणान् विषये दृष्टवन्तः. इदानीं कर्मविषये. ततः कर्मक्रियानिर्दिष्टा उत्क्षेपणादिग्रन्थेन. अत्र कश्चन ग्रन्थः अस्ति उत्क्षेपणा. न, तथा नास्ति. तत्र तत्र तर्कसङ्ग्रहग्रन्थे तत्र उक्षेपणादिक्रिया इति तत्र कर्मविषये तत्र यथा चतुर्विंशतिगुणाः सन्ति तथैव पञ्चकर्माणि सन्ति तत्र पञ्चकर्माणि सन्ति उक्षेपण अपक्षेपण आकुञ्जन प्रसारण गमन इति उक्षेपण इत्युक्ते उपरि क्षेपणम् अपक्षेपण इत्युक्ते अधक्षेपणम् आकुञ्जन इत्युक्ते आकर्षणं प्रसारण इत्युक्ते विसर्पणं गमनम् इत्युक्ते यत् येषु तत् चतुर्षु न अन्तर्भूताः ते सर्वे गमनकर्म इति उच्यते तर्हि तत्र पञ्चकर्माणि सन्ति यथा चतुर्विंशतिगुणाः नवद्रव्याणि तथैव पञ्चकर्माणि सन्ति आकुञ्चन इत्युक्ते आकर्षण आकर्षणं प्रसारण इत्युक्ते विसर्पणं विसर्पणम् अस्तु एतानि पञ्चकर्माणि कुत्र सन्ति कस्मिन् विश्वे विश्वे यत्र यत्र कर्म सन्ति यत्र यत्र कर्म इति अस्ति यत् यत् कर्म विश्वे यत् कर्म अस्ति तत् सर्व तत् तद् एषु पञ्चसु अन्तर्भूताः भवति कर्म इति किमपि वदामः चेत् तद् उक्षेपणं वा भवतु अपक्षेपणं वा भवतु आकुञ्चनं प्रसारणं गमनं वा भवतु तत्र एव अन्तर्भूताः भवति विश्वे विश्वे आम् कर्म नाम क्रिया भवति क्रियां प्रतिपादय कर्म नाम क्रिया सत्यं सत्यं क्रिया क्रिया प्रतिपादय तथा अहमपि तत् कर्म पदार्थः न भवति इति मन्ये ननु न्यायशास्त्रे कर्म इति पदार्थः अस्ति तत्र विवादः अस्ति वा न्यायशास्त्रे विवादः नास्ति परन्तु अन्यदर्शनशास्त्रे तु तेन अङ्गीकुर्वन्ति तत्र प्रायः विवादः स्यात् परन्तु न्यायशास्त्रे कर्म इति पदार्थः अस्ति इति सर्वे अङ्गीकुर्वन्ति तत्र यत् कर्म इति पदार्थः अस्ति तत्र पञ्चविधकर्माणि भवन्ति यथा वयं तत्रापि अधिकसमयम् आवश्यकम् इति न किमर्थं चेत् अत्र केवलं नामसङ्कीर्तनमेव तत्र एतस्मिन् विषये लक्षणं किम् आकुञ्चनम् इत्युक्ते किम् उपक्षेपणम् इत्युक्ते क्षम्यताम् अपक्षेपणम् इत्युक्ते किम् इति विषये वयं विस्ताररूपेण पठिष्यामः अनन्तरं यदा वयं लक्षणविषये पठिष्यामः तस्मिन् समये एतस्मिन् विषये विस्ताररूपेण निश्चयेन चर्चां करिष्यामः इदानीं केवलं तत्र कर्म इत्युक्ते क्रिया तत्र पञ्चकर्माणि सन्ति इति एव अस्माकं अस्माभिः ज्ञातव्यम् अस्ति अस्तु अस्तु अस्तु सुमलता भगिनी भवती पठति वा अग्रे आं भगिनि तत्र सर्वे ततः खलु भगिनि तत्र सर्वे गुणादयः द्रव्ये वर्तन्ते इत्यस्य पूर्वोक्तस्य अयमर्थः विवक्षितः द्रव्यादीनामाधार आधेयभावः पूर्वं वयं पठितवन्तः सर्वे गुणादयः द्रव्ये वर्तन्ति इति अत्र तस्य विवरणमपि चित्ररूपेण दत्तमस्ति तदपि पठतु भगिनि द्रव्यमस्ति द्रव्ये द्रव्यम् अस्ति गुणः अस्ति द्रव्यनिष्ठ आधारता अस्ति द्रव्ये पुनः द्रव्यं दत्तमस्ति, एतत् न जानामि, परन्तु द्रव्ये गुणः अस्ति, द्रव्ये कर्म अस्ति, द्रव्ये सामान्यम् अस्ति, द्रव्ये विशेषः अस्ति, द्रव्ये समवायः अस्ति, द्रव्ये अभावः अस्ति. सप्ततिपदार्थाः द्रव्ये भवन्ति इत्यर्थः. सप्त अपि पदार्थाः द्रव्ये भवन्ति इत्यर्थः. इत्युक्ते तत्र द्रव्यं स्वस्मिन् अस्ति, अनन्तरम् अन्यपदार्थः अपि द्रव्ये अस्ति. क्षम्यताम्, अन्यपदार्थाः अपि द्रव्ये सन्ति. पुनः गुणः अस्ति, गुणः आधारः इति स्वीकुर्मः चेत् गुणे सामान्यं समवायः अभावः इति दत्तमस्ति. पुनः अत्र तथा च गुणे द्रव्यं, गुणः कर्म विशेषः च नास्ति इत्यर्थः. गुणे केवलं सामान्यं समवायः अभावः, त्रीणि पदार्थाः सन्ति. गुणः नास्ति, कर्म नास्ति, द्रव्यं नास्ति, विशेषः नास्ति. पुनः कर्म अस्ति, कर्म आधारम् इत्युक्ते कर्म सप्तमी किं भगिनि? कर्म मातुः कर्म कर्मणि सामान्यं समवायमस्ति, समवायः अस्ति, अभावः अस्ति. एवं कर्मणि अपि द्रव्यं, गुणः, कर्म विशेषः च नास्ति इत्यर्थः. सामान्ये समवायः अस्ति, अभावः अस्ति, तथा च सामान्ये द्रव्यं, गुणः, कर्म सामान्यं विशेषः च नास्ति इत्यर्थः. विशेषे समवायः अस्ति, अभावः अस्ति. विशेषे पूर्वोक्ताः पञ्चपदार्थाः न सन्ति इति अर्थः. समवाये केवलम् अभावः एव अस्ति. समवाये षट् पदार्थाः न सन्ति इति अर्थः. अभावः केवलम् अभावः इत्युक्ते अभावः एव तिष्ठति. अभावे षट् पदार्थाः न सन्ति इति अर्थः. चित्ररूपेण आधाराधेयभावः, पुनः षट् सप्तपदार्थयोः सप्तपदार्थानाम् आधाराधेयभावः विवक्षितः. उत्तमं. तत्र सप्तपदार्थेषु के पदार्थाः सन्ति अथवा न सन्ति इति तत्र चित्ररूपेण दत्तमस्ति. अत्र तत्र किमपि तत्र प्रश्नः अस्ति वा? कर्मन् इति नपुंसकलिङ्गरूपपदम्. कर्मन् इति नपुंसकलिङ्गपदं, सत्यं. कर्मकर्मणि कर्माणि इति प्रातिपदिकं कर्मन् वा? कर्मन् आम्, कर्म इति प्रथमा विभक्ति एकवचनं. एकः प्रश्नः. द्रव्ये द्रव्यमस्ति, अभावः पदार्थे अभावः अस्ति, परन्तु गुणे गुणः नास्ति, कर्मणि कर्म नास्ति, सामान्ये किमर्थम् इति तत्र यदा वयं द्रव्यविषये अभावविषये अग्रे पठिष्यामः तदा आगच्छति महोदय. परन्तु इदानीं एतत् जानीमः तत्र द्रव्यम् अस्ति चेत् तत्र द्रव्ये यदा जलम् अस्ति चेत् चिन्तयतु तत्र जलमस्ति नो चेत् वायुः अस्ति खलु वायौ यदा कदापि गन्धः आगच्छति तत्र वयं तत्र गन्धः अस्ति वायौ इति चिन्तयामः परन्तु तत्र पृथ्व्याः लक्षणम् अस्ति गन्धवती इति गन्धवती पृथ्वी इति वदामः न्यायशास्त्रे इत्युक्ते यत्र यत्र गन्धः यत्र यत्र पृथ्वी अस्ति तत्र गन्धः यत्र गन्धः अस्ति तत्र पृथ्वीत्वम् अस्ति पृथ्वी अस्ति इति तत्र तथा भवति चेत् कथं वा वायौ गन्धः स्यात् इति प्रश्नः आगच्छति खलु तर्हि तत्र उत्तरमस्ति वायौ पार्थिव अंशः किमपि अस्ति तदर्थं तत्र गन्धः अस्ति इति उत्तरमस्ति तदर्थमेव तत्र द्रव्ये द्रव्यं भवितुम् अर्हति अपि च द्रव्ये अन्यपदार्थाः अपि सन्ति धन्यवादः एकस्मिन् द्रव्ये अन्य द्रव्यं भवितुम् अर्हति आम् सत्यम् धन्यवादः अथवा भिन्नरूपेण अपि भवितुम् अर्हति इति वा आम् भिन्नरूपेण अपि भवितुम् अर्हति सत्यं तत्र द्रव्याणि पार्थिववस्तूनि सन्ति चेत् तत्र तथापि भवितुम् अर्हति परन्तु सूक्ष्मरीत्या अस्माकम् अवगन्तव्यम् अस्माभिः अवगन्तव्यं यत् द्रव्ये द्रव्यं भवितुम् अर्हति इति द्रव्ये अन्यपदार्थाः अपि सन्ति अपि च स्वस्मिन् अपि द्रव्यं तिष्ठति इति अस्तु सुनील् महोदय अग्रे पठति वा अहं पठामि तथा च गुणादयः सर्वे द्रव्ये एव तिष्ठन्ति इति न तद्वाक्यार्थः किन्तु द्रव्ये अवश्यं तिष्ठन्ति गुणादौ यथायथं तिष्ठन्ति इति अर्थः चित्रस्य रीत्या सर्वे द्रव्ये एव तिष्ठन्ति इति अर्थः नास्ति परन्तु द्रव्ये अवश्यं तिष्ठन्ति इति अर्थः द्रव्ये वर्तन्ते इत्यत्र पूर्वदर्शितचित्रैः अर्थवर्णनेन च इदमायाति सामान्यं द्रव्ये गुणे कर्मणि त्रिषु वर्तते तत्र सर्वेषु द्रव्येषु विद्यमानं गुणरूपसमुदायः यथा निरूपितः तथा गुणत्वसामान्यमादाय गुणसमुदायः कर्मत्वसामान्यमादाय कर्मसमुदायः निरूपयितुं शक्यते वदतु महोदय द्रव्ये के सन्ति इति पूर्वचित्रे प्रदर्शितवन्तः सामान्यं द्रव्ये गुणे कर्मणि त्रिषु वर्तते सामान्यं द्रव्ये गुणे कर्मणि त्रिषु वर्तते तत्र सर्वेषु द्रव्येषु विद्यमानं गुणरूपं पदार्थमादाय द्रव्यसमुदायः यथा निरूपितः तथा गुणत्वसामान्यमादाय अहं न जानामि भगिनि तद् अस्तु अस्तु चिन्ता नास्ति तत्र पश्यतु प्रथमं वयं यदा द्रव्यविषये चर्चाम् आरब्धवन्तः तस्मिन् समये किम् उक्तवन्तः तत्र यत्र यस्मिन् गुणः अस्ति तद्द्रव्यम् इति उक्तवन्तः द्रव्ये गुणः वर्तते इति तर्हि यत्र यत्र गुणः अस्ति तत् द्रव्यम् इति वयम् उक्तवन्तः तर्हि तत्र गुणः अस्ति इति कारणात् द्रव्यम् इति तत्र यद्गुणः विद्यमानः अस्ति तद् आदाय तदाधारेण तत्र यत् तस्मिन् पदार्थे अस्ति इति कारणात् तत् पदार्थः द्रव्यम् इति वयम् उक्तवन्तः. तत्र समुदायः इत्युक्ते कलेक्षन् इति वदामः खलु, तत्र एतत् एतत् सर्वं द्रव्यम् इति वयम् उक्तवन्तः. तथैव गुणत्वम् इति भावः अस्ति. यदा तत्र सुन्दरी बालिका इति वदामः चेत् सुन्दरत्वम् इति भावः अस्ति खलु, तथैव गुणत्वम् इति भावः अस्ति. गुणत्वम् इति भावः गुणे अस्ति. तत् गुणत्वम् इति भावस्य आधारेण वयं गुणसमुदायः, तथैव कर्मत्वम् इति भावस्य आधारेण कर्मसमुदायः इति निरूपयितुं शक्नुमः. यदा यत्र यद् गुणं यत् कर्म इति प्रश्नः आगच्छति चेत् तत्र गुणत्वम् अस्ति चेत् तद् गुणः, कर्मत्वम् अस्ति चेत् तत् कर्म इति वक्तुं शक्नुमः. यत्र गुणः अस्ति सः, क्षम्यतां, यत्र गुणत्वम् अस्ति सः गुणः, यत्र कर्मत्वम् अस्ति तत् कर्म इति वयं वक्तुं शक्नुमः. तर्हि तत्र तद्भावं स्वीकृत्य, आधाय इत्युक्ते स्वीकृत्य, तत् वयं गुणः कः कर्म कः इति तत्र कर्मसमुदाय गुणसमुदायः इति निर्णेतुं शक्नुमः. अस्तु, अग्रे बालसुब्रह्म महोदय पठति वा, किञ्चित् प्रायः दशनिमिषाः सन्ति. श्रूयते वा महोदय? श्रूयते महोदय, पठतु महोदय. श्रूयते वा? आं श्रूयते. श्रूयते महोदय, पठतु. न श्रूयते वा? सामान्यपदार्थनिरूपणं, तस्य सामान्यस्य त्रीणि अधिकरणानि निरूप्य आदेयं सामान्यं दिशति. अग्रे पठतु. परमपरं च इति द्विविधं सामान्यम् इति. यद्यपि स्वयं ग्रन्थकारः उपरिष्टात् सामान्यलक्षणं वदिष्यति, तथापि सम्प्रदायरीत्या सामान्यसाधनाय यतितव्यं. इतं च जातिसाधनमाहुः. बालं माता गवाक्षात् कश्चन प्राणिनं प्रदर्श्य इयं गौः इति वदति, ततः तमेव बालम् आदाय पिता उद्यानं गच्छति, मार्गे पूर्वदृष्टसदृश आकारं प्राणिनं दृष्ट्वा बालः इयं गौः इति वक्ति. वदतु महोदय. तस्य सामान्यस्य त्रीणि अधिकरणानि निरूप्य आदेयं निर्दिशति. प्रश्नः नास्ति. यद्यपि त्रीणि अधिकरणानि इत्युक्ते त्रीणि अधिकरणानि निरूप्य सामान्यस्य त्रीणि त्रीणि अधिकरणानि कानि? द्रव्यं गुणः कर्म. उत्तमं. द्रव्यगुण तत्र पूर्वं दृष्टवन्तः खलु, सामान्यं द्रव्ये गुणे कर्मणि त्रिषु वर्तते. तर्हि इदानीं द्रव्यगुणकर्म तत्र तस्य तस्य विषये वयं पठितवन्तः. तर्हि अनन्तरं सामान्यविषये, यत् सामान्यमस्ति आदेयं, तस्य विषये तत्र ग्रन्थकारेण वदति. परमपरं चेति द्विविधं सामान्यमिति. यद्यपि स्वयं ग्रन्थकारः उपरिष्टात् सामान्यलक्षणं वदिष्यति, ग्रन्थकारः सामान्यलक्षणम् एवं विवृणोति. उपरिष्टात् इत्युक्ते दर्शनरीत्या, इत्युक्ते न्यायशास्त्ररीत्या ग्रन्थकारः सामान्यस्य लक्षणं किम् इति वदति. परन्तु न्यायशास्त्रे सर्वदा पश्यामः चेत् लौकिक उदाहरणं दत्वा तस्मात् पारिभाषिकशब्दस्य अर्थम् अवगच्छामः चेत् सम्यक् भवति. तदर्थमेव तत्र आधार आधेयविषये अपि तत्र यज्ञततः आसन्दः इति आरभ्य तस्मात् द्रव्यं गुण प्रति गतवन्तः वयं सर्वे खलु. तथैव तत्र सम्प्रदायरीत्या सामान्य उदाहरणं दत्त्वा तस्मात् सामान्यम् इत्युक्ते किम् इति अवगन्तव्यम् अस्ति अस्माकम्. अग्रे वदतु. तथापि सम्प्रदायरीत्या सामान्यसाधनाय यतितव्यं, यतितव्यम् इति निरूपितं किल, प्रयत्नं करणीयमिति. प्रयत्नं करणीयम् इत्थं च जातिसाधनम् आहुः. एवमेव जातिसाधनं जातिसाधने उक्तः. एतदेव जातिसाधनम्. बालं माता गवाक्षात् कश्चन प्राणिनं प्रदर्शय यं गौः इति वदति. गवाक्षात् इत्युक्ते गवाक्षः इति वातायनम्. उत्तमं, वातायनम्. माता गवाक्षात् कश्चन प्राणिनं प्रदर्श्य बालं यं गौः इति उक्तवती. ततः तमेव बालमादाय पिता उद्यानं गच्छति. ततः परं तदनन्तरं तस्य पिता बालस्य पिता बालम् आदाय उद्यानं प्रति गच्छति. मार्गे पूर्वदृष्टसदृश आकारं प्राणिनं दृष्ट्वा बालः इयं गौः इति वक्ति. तत्समये पूर्व दृष्ट्वा प्राणिन आकारं सदृशम् इयं प्राणिनम् इति ज्ञात्वा बालः इयं गौः इति सत्यं. तत्र प्रथमं माता गवाक्षात् बालं प्रदर्शयति. तत्र किमपि गौः अस्ति, तत्र प्रदर्श्य तत्र इयं गौः इति वदति. तदनन्तरं पिता तं बालं स्वीकृत्य उद्यानं प्रति गच्छति. मार्गे अन्य यद्गौः पूर्वं दृष्टवान् बालः तदेव गौः इति न, अन्य गौः किमपि आगच्छति. परन्तु बालः यदा तां गां दर्शयत् पश्यति, सः वदति इयं गौः इति. तत् प्राणिनं, नूतनप्राणिनं दृष्ट्वा सः वदति इयं गौः इति. अस्तु, तर्हि कथं बालः तद्वक्तुं शक्नोति इति प्रश्नः अस्ति. तर्हि तत्र किमर्थं चेत् बालः पूर्वं यद् गौः दृष्टवान्, यत् प्राणिनं दृष्टवान्, तत् प्राणिनं नास्ति इदानीं तस्य पुरतः. तर्हि कथं वा ज्ञातुं शक्नोति सामान्यप्राणी अस्ति, पूर्वं यद् अहं दृष्टवान् तदपि गौः, इदानीं यत् पुरतः अस्ति तदपि गौः इति कथं वा ज्ञातुं शक्नोति बालः इति प्रश्नः अस्ति. तस्य प्रश्नस्य समाधानम् एव सामान्यम् इति पदार्थः. अस्तु, अग्रे पठामः. पवन् महोदय किञ्चित् झटिति पठति वा? तत्र एतत् प्रायः परिच्छेदं पठित्वा समापयामः अद्य. अस्तु भगिनि, एकः सन्देहः अस्ति. तस्मिन् विषये अग्रे आगच्छति भगिनि. प्रथमं सामान्यम् इत्युक्ते किम् इति अवगच्छामः. अस्तु, अहं पठामि भगिनि. तत्र पूर्वं या गौः तेन दृष्टा सा अन्या, इयं च अन्या. सा कृष्णा आसीत्, इयं तु श्वेता. अतः उभयोः रूपमपि भिन्नम्. उभयोरपि शृङ्गपादादयः अवयवाः अपि परस्परं भिन्नाः. तर्हि किं दृष्ट्वा सः बालः गौः इयम् इति सम्यक् ज्ञातवान्? तदेव शास्त्रकारैः सामान्यम् इति उच्यते. समानानां धर्मः सामान्यम्. एकविध अवयवादिजन्यानि यानि गोशरीराणि, तत्र सर्वत्र एकः अनुगतः धर्मः वर्तते. अनुगतः इत्यस्य सर्वत्र विद्यमानः इत्यर्थः. एवं च गवाक्षात् बालः गोशरीरं गोत्वसमान सामान्यं गोत्वसामान्यं च उभयं पश्यति. मात्रा इयं गौः इत्युक्तौ गोशब्दस्य गोत्वशरीरयोः च सम्बन्धमपि जानाति. ततः उद्यानमार्गे पुनः नूतनां गां तत्र गोत्वं च पश्यति. गोशब्दं स्मृत्वा गौः इयमिति च वक्ति. अस्तु महोदय, शनैः किञ्चित् पठित्वा प्रतिपादयतु. अस्तु, तत्र तत्र पुनः यदा गौः गां पश्यति तत्र तद् गौः इति कथं वदति बालः इत्युक्ते तत्र समानता वर्तते. तदस्ति सामान्यं, तत्र समानानां धर्मः सामान्यं भवति. तत्र प्रथमं यदा दृष्टवान् तत्र शरीर आकृतिः अपि च गोत्वं यदि वदामः तद् दृष्टवान् सः. तथैव तत्र द्वितीयगां दृष्ट्वा सः ज्ञातवान् तदस्ति सामान्यधर्मः. तत् यदि वयं सामान्यता जानीमः तत् तर्हि धर्मः जानीमः तर्हि वयं वक्तुं शक्नुमः एतत् समान शरीरं वा समानवस्तुः वा इति अत्र वक्तुम् उत्तमम् उत्तमं तदेव अस्ति अत्र. तत्र प्रथमं सः माता गवाक्षात् गौः प्रदर्शयति, बालः धेनुं पश्यति. अनन्तरं सः मार्गे यदा गच्छति अन्य धेनुः आगच्छति अत्र. तर्हि यत् सः पूर्वं दृष्टवान् तद् भिन्ना धेनुः यदा सः इदानीं पश्यति तदस्ति भिन्ना. तत्र वर्णः अपि भिन्ना अस्ति. तत्र कृष्णः आसीत् प्रथमं यत् सः दृष्टवान्, इदानीं यद् बालः पश्यति तस्य वर्णः अस्ति श्वेता. अनन्तरं तत्र रूपमपि किञ्चित् भिन्नमस्ति, प्रायः स्थूलः वा इति तथा अस्ति. परन्तु तथैव तत्र शृङ्गपादायः अवयवाः अपि तत्र भिन्नाः अस्ति. परन्तु तत्र यत् पूर्वं यद् गौः सः पश्यत् गौः यत् पश्यति इदानीं यत् पश्यति तत्र किमपि गोत्वसामान्यम् इति अस्ति खलु. तद् गोत्वसामान्यम् इति यदस्ति तत् सः जानाति, तस्य अवगमनं मनसि बालस्य मनसि अस्ति. प्रायः बालः लघुबालः स्यात् तत् सर्वं वक्तुं न शक्नोति, परन्तु अवगच्छति. तत्र विषयत्रयम् अस्ति खलु, प्रथमं गोशरीरम्, अनन्तरं गोत्वसामान्यं, तृतीयमस्ति गो इति शब्दः. तत्र प्रथमं गोशरीरं पश्यति, अनन्तरं यदा नूतन गौः पश्यति तत्र नूतनधेनुं पश्यति तत्र सामान्यं गोत्वसामान्यमपि पश्यति. अनन्तरं मात्रा यदुक्तं गो इति शब्दं तस्य स्मरणम् आगत्य इयं गौः इति वदति. तु तत्र वार्तात्रयम् अस्ति, गोशरीरं प्रथमं गोशरीरम् अवगच्छति, द्वितीयं गोत्वसामान्यम् अवगच्छति, तृतीयं गोशब्दः इति ज्ञानमपि प्राप्नोति बालः. तद् यत् समानानां धर्मः यदस्ति तदेव भवति सामान्यम् इति. सामान्यम् इत्युक्ते किम् इत्युक्ते तत्र समानानां धर्मः यदस्ति तदस्ति सामान्यं. तर्हि तत्र प्रथमं यत् गौः धेनुं बालः दृष्टवान्, इदानीं यद् धेनुं बालः पश्यति तत्र सामान्यम् अस्ति. तत् किमर्थम् इत्युक्ते तत् समानप्राणिः अस्ति, तर्हि तत्र समानानां धर्मः अस्ति सामान्यम् इति. अस्तु, तत्र किमपि प्रश्नः अस्ति वा? अत्र स्थगयामः अद्य नो चेत्. प्रश्नः नास्ति भगिनि इदानीं तु, पुनः पठनम् आवश्यकं. प्रश्नः नास्ति, अस्तु. तर्हि एतत् पठतु इतोपि एकवारम्, अग्रिमकक्षायामपि किञ्चित् एतस्मिन् विषये चर्चां कृत्वा अग्रे सरामः. अस्तु, धन्यवादः सर्वेषां. शुभरात्रिः. शुभरात्रिः. धन्यवादः. धन्यवादः. धन्यवादः. शुभरात्रिः भगिनी.